अस्तु, अस्माकं न्यायशास्त्रकक्षायां सर्वेषां स्वागतम्। गते सप्ताहे वयं किञ्चित् अत्यन्त अभाव अन्योन्य अभावयोः विषये किञ्चित् समयं व्यापयित्वा अवगतवन्तः। तत्र किमपि प्रश्नः अस्ति वा? तदनन्तरम् अधिकरणस्यापि भवति अनुयोगितसंज्ञा इति भागस्य आरम्भमपि कृतवन्तः, तदेव पुनः आरभ्य पठिष्यामः अद्य। तत्पूर्वम् अन्योन्याभावः, अत्यन्त अभावः, तद्विषये किमपि प्रश्नः अस्ति वा? तत्र स्पष्टं, सर्वं स्पष्टं वा इदानीम्? अस्तु, तर्हि अग्रे सरामः। सुमलता भगिनी, भवती एव आरम्भं करोति वा? अधिकरणस्यापि भवती अनुयोगी इति संज्ञा तस्मात्। आं भगिनि, अधिकरणस्यापि भवती अनुयोगी इति संज्ञा। अभावाः एतावता निरूपिताः, तन्निष्ठः विरोधः अनियोगिता अपि उक्ता। अस्य च अनियोगिताशब्दस्य अन्यत्रापि प्रयोगः दृश्यते। न्यायग्रन्थेषु अधिकरणस्यापि क्वचित् अनियोगी इति व्यवहारः दृश्यते, यथा भूतलं घटानुयोगी। अत्र भूतलम् अनियोगी चेत् अनियोगिता भूतले भवति, इयं च अनियोगिता न अभावनिष्ठविरोधरूपा, किन्तु अधिकरणनिष्ठः धर्मः इति अधिकरणता एव। तथा च भूतले घटानुयोगिता अस्ति इति उक्तौ घटाधिकरणता अस्ति इति अर्थः ग्राह्यः। वदतु भगिनि। वयम् अभावः इति अभावः इति चर्चितव के इति चर्चितवन्तः पूर्वम्। अनियोगिता इति अपि दृष्टवन्तः। घटः अस्ति, पुनः घटाभावः अस्ति चेत् घटाभावे अनियोगिता भवति। घटः अस्ति चेत् घटे प्रतियोगिता भवति। अत्र न्यायग्रन्थेषु अधिकरणम् इत्युक्ते अनियोगिता इति अपि अन्य अर्थः अस्ति। उदाहरणं स्वीकुर्मः चेत् भूतलं घटानुयोगी इत्युक्ते भूतले घटः अस्ति। अत्र भूतलम् इत्युक्ते अनियोगी इत्युक्ते प्रतियोगितायाः विरोधः इति नास्ति, अधिकरणता इति अर्थमस्ति इति दत्तमस्ति। सत्यं, तथैव। तत्र यथा वयम् अभावविषये पठितवन्तः, तत्र अनियोगी इति अनियोगी इत्युक्ते कः इति दृष्टवन्तः। तत्र अनियोगी इत्युक्ते तत्र विरोधः इति अर्थम् अस्ति खलु? तत्र घटः इति प्रतियोगिता यस्मिन् अभावस्य विरोधः अस्ति, अभावः इति अनियोगी यस्मिन् घटस्य विरोधः, इत्युक्ते तत्र विरोधभावः प्रतियोगिता अनियोगितायोः मध्ये अस्ति, प्रतियोगी अनियोगिन्योः अनियोगिनोः मध्ये अपि। तदेव आसीत् प्रथमार्थः, तद्वयं पूर्वं दृष्टवन्तः। इदानीं द्वितीय अर्थः अस्ति न्यायशास्त्रे अनियोगी इति शब्दस्य एव, तदर्थमस्ति अधिकरणं, तदर्थः अस्ति अधिकरणम् इति। अधिकर इत्युक्ते तत्र अधिकरणम् इति यद्वदामः वयं, तत्र घटः भूतले अस्ति इति यदा भगिनी सम्यक्तया उक्तवती, तत्र भूतलम् इति घटस्य अधिकरणमस्ति खलु? घटः भूतले अस्ति चेत् घटः किं, भूतलं किम्? भूतलम् अधिकरणं, भूतलम् अधिकरणं घटः, आदेयः उत्तमं घटः आदेयः भूतलम् इति अधिकरणम् अथवा आधारः इति वदामः तस्य अपरं नाम अस्ति अनियोगी इति तत्र किमपि सम्बन्धः नास्ति तत्र अर्थद्वयं वर्तते तथा आङ्ग्लभाषायाम् अपि च अन्यभाषासु अपि तथा अस्ति खलु तत्र आङ्ग्लभाषायां पश्यामः चेत् बार्क् इति एकः एकं शब्दम् अस्ति तस्य एकः अर्थः अस्ति शुनकस्य ध्वनि यदस्ति तद् अन्य अर्थमस्ति तत्र वृक्षस्य वृक्षे यदस्ति तद् इति तत्र द्वयोः अर्थयोः किमपि सम्बन्धः नास्ति खलु भिन्नभिन्न अर्थः एव तत् तथा एव तत्र अनियोगी इति शब्दस्य अर्थद्वयमस्ति एकः अस्ति यद् अभावे निष्ठविरोधः अस्ति तद् एकः अर्थः द्वितीयः अर्थः अस्ति अधिकरणम् इति अस्तु स्पष्टं वा तत्र किमपि भ्रमः नास्ति खलु उत्तमं तर्हि रामप्रिया भगिनी अग्रे पठति वा किञ्चित् आं भगिनि एतां च अधिकरणतारूपाम् अनियोगिताम् आधाय भेदः अत्यन्त अभावयोः वैलक्षण्यं सम्प्रदाये इत्थं वर्णयन्ति अत्यन्त अभावस्थले बोधनाय प्रतियोगीवाचकपदस्य प्रथमा अनियोगीवाचकपदस्य च सप्तमी भवति यथा भूतले घटो नास्ति इति अत्यन्त अभावबोधकः प्रयोगः अत्र च घटाभावः भूतले अस्ति अभावप्रतियोगिता घटे तद् वाचकपदोत्तरं प्रथमा विभक्तिः भवति अभाव अनुयोगी भूतलम् अतः तत् वाचकपदोत्तरं सप्तमी विभक्तिः भवति एवम् एव वायौ रूपं नास्ति रूपे विशेषः नास्ति इति वाक्येषु प्रतियोगीवाचकपदस्य प्रथमा अनियोगीवाचकपदस्य सप्तमी विभक्तिः समर्थनीया अत्र तु अधिकरणतारूपं अनियोगिताम् आधाय भेदः इत्युक्ते अत्यन्त अभावः अन्योन्य अभावयोः वैलक्षणं भिन्नता वर्णयन्ति अत्र तत्र भेदः इत्युक्ते कः तत्र अन्योन्य अभावयोः अन्योन्य अभावः अत्यन्त अभावयोः भिन्नता अत्र वर्णयन्ति कथम् इति चेत् प्रथमम् अत्यन्त अभावस्थले प्रतियोगितावाचकपदं प्रथमा अस्ति अनियोगितावाचकपदं सप्तमी अस्ति उदाहरणं भूतले घटः नास्ति इत्युक्ते घटः प्रतियोगिता तत् प्रथमा विभक्तौ अस्ति भूतले सप्तमी विभक्तौ अस्ति तत् अनियोगितावाचकपदं तत्र एकक्षणं भगिनि तत्र भूतलम् इति अनुयोगितावाचकपदम् इत्युक्ते तत्र अनियोगी इति शब्दस्य अर्थः कः अभावः घटस्य अभावः घटाभावः इति यद् अनियोगी अस्ति तद् तत्र भूतले इति वदामः चेत् तत्र भूतलम् इति अधिकरणम् अस्ति खलु इदानीं वयं द्वितीय तत्र अनियोगी इति शब्दस्य द्वितीय अर्थविषये परिशीलनं कृतवन्तः स्मः खलु तर्हि तत्र वाक्यं पश्यतु तत् उदाहरणवाक्यमस्ति घटः भूतले नास्ति इति तत्र घटः भूतले नास्ति इति अत्यन्त अभावकबोधकवाक्यम् अस्ति खलु तत्र घटः भूतले नास्ति इत्युक्ते तत्र अत्यन्त अभावः तत्र अत्यन्त अभावः इत्युक्ते कः अत्यन्त घटः नास्ति, घटः नास्ति संयोगसम्बन्धेन सत्यं संयोगसम्बन्धेन घटः नास्ति, अत्र घटत्वम् इति अवच्छेदकधर्मः अस्ति. तत्र घटत्वम् इति घटत्व अवच्छिन्नप्रतियोगिता कः अभावः इति दृष्टवन्तः खलु. तर्हि तत्र घटत्वम् इति अवच्छेदकधर्मः अस्ति, घटत्वम् इति अवच्छेदकधर्म निष्ठप्रतियोगिता आनयामः चेत् तत्र अत्यन्त अभावस्य नष्टः भवति, नष्टः भवति. तदेव अस्ति अत्यन्त अभावः इति. अत्र घटाभावः इति यद् घटाभावः अस्ति तदस्ति अन्योगी इति, तदर्थः एव वयं पूर्वं दृष्टवन्तः, स च अर्थः वयं पूर्वं दृष्टवन्तः. परन्तु इदानीम् अस्माकं विषयः अस्ति अधिकरणम् इति. तत्र अन्योगी इति शब्दस्य अपरः अर्थः अस्ति अधिकरणम् इति. तर्हि अत्र पश्यतु, वाक्यमस्ति घटः भूतले नास्ति इति. अस्तु, तत्र तत्पूर्वम् एतत् वाक्यं पश्यामः. अधिकरणतारूपाम् अनियोगिताम् आदाय भेद अत्यन्त अभावयोः वैलक्षण्यम् इत्युक्ते तत्र अनियोगी इति शब्दस्य अधिकरणम् इति अर्थः अस्ति. अधिकरणता इति यद् अर्थमस्ति, तत् अर्थः अस्ति, तत् स्वीकृत्य तत्र अन्योन्य अभावः अत्यन्त अभावः इति अभावद्वयमस्ति खलु. तयोः मध्ये भिन्नता कथं स्थापयितुं शक्नुमः इति विषयः अस्ति इदानीं. तदेव इदानीम् अस्माकं चर्चाविषयः. अस्तु, तर्हि अत्र अस्ति भूतले घटः नास्ति इति वाक्यमस्ति चेत् तत्र भूतलम् इति यद् अधिकरणम् अस्ति घटस्य, घटः इति प्रतियोगिता, घटाभावः इति प्रथमार्थः खलु, प्रथमार्थः तत् तस्मिन् अधिकरणता अपि अस्ति. कस्मिन् अधिकरणता अपि अस्ति? घट अभावे. घटाभावे अधिकरणता नास्ति, भूतले अधिकरणता. भूतले, भूतले, भूतले अधिकरणता अस्ति. सा अधिकरणता, क्षम्यतां, भूतले अधिकरणता अस्ति. भूतलम् इति अधिकरणम्. अधिकरणस्य अपरं नाम अस्ति अनियोगी इति. सत्यं. तर्हि अत्यन्त अभावस्तरे अनियोगी यदस्ति तस्य सप्तमी विभक्ति अस्ति. तत्र पश्यतु, भूतले घटः भूतले नास्ति इति यद् अनियोगी अस्ति भूतलं, तद् अनियोगीवाचकपदं यदस्ति भूतले इति, तस्य विभक्तिः अस्ति सप्तमी इदानीं. स्पष्टं वा? स्पष्टं, स्पष्टं. तथैव तथा वायौ रूपं नास्ति इत्युक्ते तत् भवती प्रतिपादनं करोतु भगिनी. तस्य गतविषये चर्चां कृतवन्तः तथा. वायौ रूपं नास्ति इति उक्तौ रूप अभावः इति अत्यन्त अभावे रूप अभावः तस्मिन् अस्ति अधिकरणता. वायौ सप्तमी विभक्त्याम् अस्ति किल? सत्यं. सो तस्मिन्नेव रूप अभावः अस्ति. तदस्ति अनुयोगिता अपि अधिकरणता अपि. किमर्थं तथा वदति अनुयोगिता अपि अधिकरणता अपि इति? अनियोगितायाः अपरं अर्थम् अधिकरणता किल? उत्तमम्, उत्तमं. तदेव मम प्रश्नः आसीत्. उत्तमं. रूपम् इत्युक्तौ प्रतियोगिता अस्ति, तद् प्रथमा विभक्तौ अस्ति. रूपम् इति प्रतियोगी अस्ति वस्तुतः, वायु इति अनियोगी, वायौ अनियोगिता, रूपे प्रतियोगिता. प्रतियोगिता. स्पष्टं. तदेव तत्र यदा वायौ रूपं भवति तर्हि केन सम्बन्धेन भवति? वायुरूपं समवायसम्बन्धेन एव भवति. किमर्थं पृथक् कर्तुं न शक्नुमः चेत् वियोगः न भवति. सत्यं, परन्तु गुणगुणिनोः उत्तमम् उत्तमं गुणगुणिनोः मध्ये तत्र वायुः इति द्रव्यमस्ति, रूपमिति गुणः गुणः उत्तमम् उत्तमं भगिनि. तथैव तत्र रूपे विशेषः नास्ति इति. विशेषः इति कश्चन पदार्थः, तत् वयं पूर्वं दृष्टवन्तः. रूपमिति गुणः, तत्र रूपे विशेषः नास्ति इति तत्रापि पश्यामः चेत् विशेषः इति प्रतियोगी अस्ति, तस्य प्रथमा विभक्ति. रूपम् इति अधिकरणम् अथवा अनियोगी, तदस्ति सप्तमी विभक्त्याम्. स्पष्टं? स्पष्टं भगिनि. उत्तमं, तर्हि अग्रे अस्तु. राजी भगिनी, भवती यद् रामप्रिया भगिनी इदानीम् उक्तवती तदेव पुनः एकवारं भवती वदति वा? एतस्मिन् परिच्छेदस्य प्रतिपादनं करोमि भगिनि. प्रयत्नं करोमि. अस्तु, भूतले घटे भूतले घटः नास्ति इति अत्यन्त अभावकः अभावबोधकः प्रयोगः. भूतले अधिकर्णता अस्ति, घटे प्रतियोगिता अस्ति, घटः प्रतियोगिता, भूतलम् अनियोगिता, तदा अधिकक्षणं भगिनि, एकक्षणं, किमर्थं तत्र भूतलम् अनियोगी अथवा भूतले अनियोगिता किमर्थम् अस्ति? भूतले अभावस्य विरोधः अस्ति किल, तदा घटस्य अभावस्य विरोधः अस्ति, ततः भूतलम् अनियोगिता. एकक्षणम् एकक्षणं भगिनि, तत्र भूतले घटः नास्ति इति अस्ति चेत् तत्र अभावस्य विरोधः कुत्र अस्ति? तत्र अभावः एव अस्ति खलु? परन्तु तथा नास्ति. इदानीम् अस्माकं विषयः कः? तत्र अनियोगी इति यत् पदमस्ति तस्य द्वितीय अर्थः अस्ति अधिकरणम् इति. तर्हि अत्र भूतले घटः नास्ति इति चेत् भूतलं तत्र किम्? भूतलम् अधिकरणम्. अधिकरणम् अधिकरणम् इति कारणात् तस्य अपर नाम किम्? अपरनाम अनियोगी. अस्तु, तर्हि भूतलम् इति अनियोगी इति किमर्थं वदामः अत्र? अत्यन्त अभावककारणेन वा? इदानीं भवती एव उक्तवती खलु, तत्र किञ्चित् चिन्तयतु. भूतले अनियोगिता, घटे एकक्षणम् भूतले अनियोगिता इति किमर्थं वदामः अथवा भूतलम् अनियोगी इति किमर्थम्? अभावस्य कारणात् अत्यन्त अभावस्य कारणात् वयं वदामः. अस्तु, सुमलता भगिनी भवती सहायं करोति वा किञ्चित्? आं भगिनि, प्रयत्नं करोमि. भूतले घटः नास्ति इति इत्युक्ते अत्र अधिकरण अनियोगी इति वदामः चेत् भूतलं अधिकरणं किमर्थम्? एकक्षणं भगिनि, भूतलम् अनियोगी इति किमर्थं वदामः? अधिकरणम् इति घटः भूतले अस्ति इत्युक्ते अधिकरणम् इति अर्थः अस्ति अनियोगी इत्युक्ते. उत्तमम्. तदर्थमेव अत्र दत्तमस्ति सप्तमी विभक्तौ अनियोगी भवति, प्रथमाविभक्ति विभक्तिः भवति प्रतियोगी इति भवति. आम् सत्यं सत्यम्. अस्तु राजी भगिनी, इदानीम् अवगतवती वा? किञ्चित् अवगतवती, पूर्णतया न. अस्तु तर्हि इदानीम् अनियोगी इति शब्दस्य अपर द्वितीय अर्थः अस्ति. तत्र यद् भवती उक्तवती तदपि एकः अर्थः आसीत्, घटाभावः इति अनियोगी इति. परन्तु अनियोगी इति शब्दस्य द्वितीय अर्थः अस्ति अधिकरणम् इति. आम् आम् अस्तु. तर्हि तत्र घटः भूतले नास्ति इति वदामः चेत् तत्र भूतलम् इति किं? तत्र यज्ञदत्तः आसन्दे उपविष्टवान् अथवा यज्ञदत्तः आसन्दे अस्ति इति वयं प्रथम उदाहरणं दृष्टवन्तः खलु. तत्र आसन्दः इति किम्? अधिकरणम्. अधिकरणं तथैव घटः भूतले नास्ति इति वदामः चेत् भूतलम् इति किम्? भूतलम् अधिकरणम्. अधिकरणम् उत्तमम्. अत्र पश्यतु, अधिकरणस्य अधिकरणस्य अपरनाम अस्ति अनुयोगी इति. तदर्थमेव अत्र भूतलम् इति अनुयोगी इति वदामः चेत् तत्र अभावविषय अभावकारणात् नास्ति, परन्तु भूतलम् इति अधिकरणम् इति कारणात् भूतलम् अनियोगी. ओ ओके अस्तु. स्पष्टं वा? अवगतं भगिनि. तदर्थमेव तत्र भूतले अनियोगिता अस्ति, घटे तु प्रतियोगिता. तत्तु यदा यथा वयं पूर्वं पठितवन्तः तथैव. परन्तु भूतलविषये एव अत्र किञ्चित् भेदः अस्ति. किमर्थं चेत् भूतलम् इति अधिकरणम् अधिकरणम् इति कारणात् अनियोगी अपि, इत्युक्ते अधिकरणम् अनियोगी समानम् अत्र. अस्तु अस्तु. हा, तदर्थमेव अनियोगी इति अनियोगीवाचकशब्द पदं यदस्ति तस्य सप्तमी विभक्तिः भवति. भूतले इति अधिकरणस्य तु सप्तमी एव भवति खलु, तद् वयं जानीमः एव. अधिकरणमेव अनियोगी इति कारणात् तत्र सप्तमी विभक्ति भवति. अस्तु भगिनि, अवगच्छामि. तत्र पश्यतु, अभाव अनुयोगी भूतलम् इति एकं वाक्यमस्ति तत्र. पश्यति वा अत्र अभावप्रतियोगिता? अभावप्रतियोगिता घटे तद्वाचक उत्तरपदं तद्वाचकपदोत्तरं प्रथमाविभक्ति भवति. तत्तु वयं यथा पूर्वं पठितवन्तः. अभाव अनुयोगी भूतलम् इत्युक्ते तत्र अभाव अधिकरणं भूतलम् इति. तत्र अनियोगी इति पदस्य अर्थमस्ति अधिकरणम् इति. तत्र अनियोगी इति स्थले अधिकरणम् इति अपि स्थापयितुं शक्नुमः. तर्हि अभाव अधिकरणं भूतलम्, अतः अनियोगी भूतलम्. तर्हि तत्र अनियोगी इति यत् पदं तदर्थं सूचयति, अर्थः सूचयति इत्युक्ते भूतलम् इति यत् अधिकरणम् अस्ति अथवा अनियोगी अस्ति तस्य सप्तमी विभक्तिः भवति. आं भगिनि. तथैव वायौ रूपम् इत्युक्ते तत्र वायुः इति अधिकरणं तस्य सप्तमी विभक्तिः. रूपं वायु इति अधिकरणम् अपि अनियोगी अपि. सत्यं. तत्र रूपे विशेषः इत्युक्ते रूपं रूपे विशेषः इत्युक्ते रूपं प्रतियोगी भवति, प्रतियोगिता भवति रूपे. रूपम् इति पदं कीदृश तत्र विभक्तिः कः? विभक्तिः का? प्रथमा विभक्ति रूपं पदं प्रथमा विभक्ति. रूपे रूपे विशेषः नास्ति इति वाक्ये विभक्तिः कः? सप्तमी विभक्ति. सप्तमी विभक्ति अस्ति चेत् तत्र अनियोगिता वर्तते वा प्रतियोगिता वर्तते वा? सप्तमी अस्ति चेत् अनियोगिता वर्तते. तर्हि तत्र रूपे विशेषः नास्ति इति वाक्ये प्रतियोगी कः अनियोगी कः? रूपे विशेषः नास्ति, प्रतियोगी विशेषः अनियोगी रूपे, रूपम् अनियोगी, रूपम् अनियोगी. उत्तमम्, अति उत्तमं भगिनि. अस्तु, अन्य के के आगतवन्तः? पुष्पं भगिनि अस्ति. हा, नमस्कारः भगिनि. क्षम्यतां, रामकार्तिकः अस्मि. नमस्ते महोदय. अस्तु, बालसुब्रह्मण्यं महोदय, भवान् पठति वा अग्रे? वेदस्थले तु प्रतियोग्य अनियोगि वाचकपदाभ्यां प्रथमा विभक्तिः भवति. यथा घटः पटो न इति, यदि घटभेदः पटे अस्ति इति वक्तुमिच्छति तदा पटः अनियोगी, घटः प्रतियोगी. इयमपि पटनिष्ठानुयोगिता अधिकरणता एव. एवम् इह विपरीतम् अपि सम्भवति. पटभेदः घटनिष्ठः बोधयितुम् इष्टच्छे अपि इदं बाध्यं भवति. तर्हि अनुयोगिता घटनिष्ठा, अनियोगितप्रतियोगितयोः आश्रयभेदे अपि विभक्तौ भेदः नैव भवति इति भेदस्थले विशेषः. अस्तु महोदय, किञ्चित् भेदः इत्युक्ते कः इति स्मारयित्वा अग्रे वदतु. भेदः इति तादात्म्यपद अस्ति किल, अन्योन्य अभाव. उत्तमं, भेदः इत्युक्ते अन्योन्य अभावः. अभावः उत्तमम्. अन्योन्य अभावः इत्युक्ते कः? अन्योन्य अभावः इति विवरणरूपे संयो तादात्म्यसम्बन्ध अवच्छिन्नप्रतियोगिताकः अभावः. उत्तमं, तादात्म्यसम् इत्युक्ते तत्र अन्योन्य अभावः कुत्र कुत्र वर्तते इत्युक्ते तत्र घटः पटः न इति वदामः चेत् तत्र अन्योन्यभावः कुत्र कुत्र वर्तते? घटं विहाय सर्वत्र वर्तते. घटं विहाय सर्वत्र वर्तते. किमर्थं चेत् घटं केवलं स्वस्मिन् तादात्म्यसम्बन्धेन तिष्ठति. उत्तमम्, अति उत्तमम्. पटस्य तादात्म्यसम्बन्धेन अस्ति न? आम्, पटः स्वस्मिन् तादात्म्यसम्बन्धेन अस्ति, घटः अपि स्वस्मिन्, परन्तु घटः केवलं घटे एव तादात्म्यसम्बन्धेन तिष्ठति खलु, न तु पटे. वदतु महोदय. वेदस्थले तु प्रतियोगी अनियोगी वाचकपदाभ्यां प्रथमा विभक्तिः भवति. उदाहरणरूपे घटः पटः न इति सदृशं रूपे घटः पटः उभयोः अपि प्रथमविभक्तिः एव. यदि घटभेदः पटे अस्ति इति वक्तुमिच्छति तदा पटः अनियोगी. इत्युक्ते तत्र घटः पटः न इति वदामः चेत् तत्र प्रतियोगी कः अनियोगी कः? घटः पटः घटः प्रतियोगी, पटः अनियोगी. किमर्थं घटः प्रतियोगी पटः अनियोगी? कथं वक्तुं पटः यदा घटः पटः न इति उच्यते पटः अधिकरणस्थाने अस्ति किल उत्तमम् उत्तमम् अनियोगी सत्यं तदेव तदेव तत्र घटः पटः न इति वदामः चेत् अस्माकं तत्र विवक्षा अस्ति घटभेदः पटे अस्ति इति इत्युक्ते तदेव तत्र घटः पटः न इति यदा वदामः चेत् तदेव अस्माकं विवक्षा अस्ति इत्युक्ते तत्र पटः इति तत्र अधिकरणम् अस्ति तर्हि अधिकरणं पटः इति कारणात् तत्र अनियोगी घटः इति प्रतियोगी यदि घटभेदः पटे अस्ति इति वक्तुमिच्छति तदा पटः अनुयोगी घटः प्रतियोगी इयमपि पटनिष्ठ अनियोगिता अधिकरणता एव पटनिष्ठ अनियोगिता घटः पटनिष्ठ अनियोगिता किं पटनिष्ठ अनियोगिता पटनिष्ठ अनियोगिता घटः घटः प्रतियोगी न घटः प्रतियोगी घटः प्रतियोगिता न प्रतियोगिता इति यदा वदामः चेत् तद् भावः अस्ति खलु घटस्य तत्र प्रतियोगी इति यदस्ति तस्य भावः अस्ति प्रतियोगिता प्रतियोगिता घटे अस्ति परन्तु घटः अस्ति प्रतियोगी तदेव तदर्थमेव तत्र पटनिष्ठ अनियोगिता इति वदामः खलु किमर्थं चेत् पटः इति अनियोगी अनियोगिनी अस्ति अनियोगिता तत् किञ्चित् स्मरणे भवितव्यमस्ति किमर्थं चेत् तत्र स्पष्टता आवश्यकं तत्र अस्तु तर्हि तत्र पटनिष्ठ अनियोगिता का तद्वाक्यम् अग्रे पठतु महोदय इयमपि इयमपि पटनिष्ठ अनियोगिता अधिकरणता एव इत्युक्ते पटनिष्ठ अनियोगिता इत्युक्ते अधिकरणता एव इत्युक्ते पटः इति अधिकरणम् एव यथा भवान् उक्तवान् खलु पूर्वं तत्र घटभेदः पटे इति इत्येव अस्माकं विवक्षा अस्ति यदा घटः पटः न इति वदामः चेत् तर्हि घटः इति प्रतियोगी घटे प्रतियोगिता पटः इति अधिकरणम् अधिकरणम् इति कारणात् तद् भवति अनियोगी अपि स्पष्टं वा तर्हि पटे किम् अस्ति पटनिष्ठ किम् पटः अधिकरणता किल पटः इति अधिकरणम् अधिकरणं पटे किम् अस्ति पटे अधिकरणे किम् अस्ति अन्य कोऽपि वक्तुं शक्नोति वा अनियोगिता अथवा अधिकरणता पटः इति अनियोगी अथवा अधिकरणं पटे अनियोगिता अथवा अधिकरणता इत्युक्ते अनियोगी अनियोगिनः भावः अथवा अधिकरणस्य भावः तत् पटे अस्ति तर्हि पटः इति अनियोगी तर्हि अत्र अस्माकं अवधेयं कुत्र भवितव्यम् इति अस्माभिः कुत्र अवधेयं दातव्यम् इत्युक्ते तत्र यद् अनियोगिवाचकपदमस्ति तदपि प्रथमाविभक्तौ अस्ति तर्हि तत्र यथा अत्यन्त अधिकरणता अर्थस्य अनियोगिता किल अधिकरणता इत्युक्ते अनियोगिता सत्यं सत्यं तर्हि अत्यन्त अभावस्तरे अनियोगी अनियोगिवाचकपदस्य विभक्तिः का प्रथमा अत्यन्त अभावस्तरे सप्तमी सप्तमी उत्तमं तर्हि अन्योन्य अभावस्तरे प्रथमा तदेव इदानीम् अस्माकं मुख्य अंशः अत्र तत्र अत्यन्त अभावस्तरे यदा घटो भूतले नास्ति इति वदामः तत्र भूतले इति यद् अधिकरणम् आसीत् तदासीत् तत्र सप्तमी विभक्तौ इदानीं घटः पटः न इति यदा वदामः तत्र पटः इति यद् अधिकरणम् अस्ति अनियोगी अस्ति तद् अस्ति प्रथमाविभक्तौ तत्र भेदः स्पष्टं वा भेदः स्पष्टः वा अत्यन्त अभावस्थले भवति सप्तमी वदति वा पुनः वदतु भगिनि अत्यन्त अभावस्थले सप्तमी विभक्ति भवति वा भवती एव वदतु किं भवति अत्यन्त अभावस्थले अनियोगी सप्तमी अत्यन्त अस्तु अत्यन्त अभाव उदाहरणं किम् उदाहरणवाक्यं वदतु अत्यन्त अभावः उदाहरणवाक्यं पटे भूतले घटो नास्ति एकक्षणं पुष्पा भगिनी एकक्षणं ग्राजी भगिनी भवती वदतु अत्यन्त अभावः पुटे पश्यतु तत्र भवती एव उक्तवती खलु तद् वायौ रूपं नास्ति वायौ रूपं नास्ति कीदृश न वायौ रूपं नास्ति इति स्वीकुर्मः चेत् तत् कीदृशः अभावः वायोः वायौ रूपं नास्ति इति चेत् अत्यन्त अभावः किमर्थम् अत्यन्त अभावः अत्यन्त अभावः किमर्थम् इत्युक्ते समवायसम्बन्धः वायुरूपत गुणि समवायवायसम्बन्धः गुणिन् गुणिनः इति वायो द्रव्यमस्ति रूपमपि द्रव्यमस्ति अतः एकक्षणं वायुः द्रव्यं रूपं रूपमपि द्रव्यं वा न न गुणम् द्रव्यम् अतः समवायसम्बन्धः अस्ति अतः अत्यन्त अभावः समवायसम्बन्धः इति अत्यन्त भवती यद् मार्गे गच्छति तत्तु सम्यक् एव इतोपि किञ्चित् एव वक्तव्यमस्ति अत्र तत्र वायुरूपम् इति वदामः चेत् तत्र रूपे अवच्छेदकधर्मः कः रूपे अवच्छेदकधर्मः अवच्छेदकधर्मः अस्तु रामकार्तिक् महोदय भवान् किञ्चित् सहायं कर्तुं शक्नोति वा प्रयत्नं करिष्यामि तत्र अत्यन्त अभावः यत्र अस्ति तत्र समवाय सम्बन्धेन अस्ति चेत् तत्र अत्यन्त अभावः भवितुम् अर्हति वा केवलं समवायसम्बन्धः इति नास्ति खलु तत्र अन्यसम्बन्धेन अपि तत्र भवितुम् अर्हति तत्र घटः भूतले नास्ति इति चेत् तत्र संयोगसम्बन्धः खलु न तु समवायसम्बन्धः सत्यं अत्र क्षम्यतां, प्रश्नः कः इति एकवारं, तत्र वायौ रूपं नास्ति इति अस्ति चेत् तत्र राजी भगिनी उक्तवती अत्यन्तभावः इति, किमर्थं तत्र अत्यन्तभावः इति मम प्रश्नः आसीत्. तत्र अवच्छेदकधर्मः इति अस्ति खलु, रूपे रूपे अवच्छेदकधर्मः कः रूपस्य? उच्छेदकधर्मः भवति गुणत्वं तु रूपत्वं वा? रूपत्वम् उत्तमम्, उत्तमं रूपत्वम् इति अवच्छेदकधर्मः अस्ति. तर्हि रूपत्व अवच्छिन्नप्रतियोगिताकः अभावः, प्रतियोगिताकः अत्यन्त अभावः खलु. एकवारं वदतु भगिनि. रूपत्व अवच्छिन्नप्रतियोगिताकः अभावः अत्यन्त अभावः, प्रतियोगिताकः अत्यन्त अभावः इति इत्युक्ते तत्र वायौ रूपं नास्ति, रूपत्वम् इति अवच्छेदकधर्म तादृशी प्रतियोगी आनयामः चेत् यस्य धर्मः अस्ति रूपत्वम् इति वायौ, तर्हि तत्र तस्य अभावस्य नष्टः भवति खलु. तादृश अभावः एव अत्यन्त अभावः. भूतले घटः नास्ति, तादृशी प्रतियोगी तादृशप्रतियोगी आनयामः चेत् यस्य धर्मः अस्ति घटत्वम् इति, तर्हि तत्र अभावस्य अत्यन्त अभावस्य नष्टः भवति, अत्यन्त अभावः नाशः भवति खलु. एतत्तु वयं वारं वारं दृष्टवन्तः, तत्र प्रायः गतसप्ताहे अपि, तस्य पूर्वसप्ताहे अपि. वायौ रूपं नास्ति इति अत्यन्त अभावः समवायसम्बन्धेन भवति किल? न, सत्यम्, अत्र अत्यन्त अभावः समवायसम्बन्धेन भवति, परन्तु सर्वदा समवायसम्बन्धेन इति न. तत्र मुख्य अंशः अस्ति अवच्छेदकधर्मः इति. तत्र अवच्छेदकसम्बन्धः अस्ति समवायसम्बन्धः, सत्यमेव, परन्तु अवच्छेदकधर्मः इति किमपि आसीत् खलु, रूपे रूपत्वम् इति अवच्छेदकधर्मः, यथा घटे घटत्वं रूपे रूपत्वं. तर्हि तादृशप्रतियोगी यस्य धर्मः अवच्छेदकधर्मः अस्ति रूपत्वं, तस्य आनयनेन तत्र अभावस्य नाशः भवति. तदस्ति अत्यन्त अभावः. स्पष्टं वा? अहं किम् उक्तवती सत्यमेव, परन्तु मम विवरणं सम्यक् नास्ति. भवती तत्र अवच्छेदकधर्मः इति न उक्तवती खलु. समवायसम्बन्धः इति यद् उक्तवती तत् सत्यमेव, परन्तु तत्र मुख्य अंशः अस्ति अवच्छेदकधर्मः इति. अस्तु, तर्हि इदानीं तदासीत् तत्र, तर्हि तत्र अत्यन्त अभावस्तरे अधिकरणम् इति यदस्ति तस्य सप्तमी विभक्ति भवति. स्पष्टं वा? अधिकरणं सदा सप्तमी विभक्त्याम् एव अस्ति किल? अधिकरणम् अत्यन्त अभावे एव. अत्यन्त अभावे एव. अपर्णा भगिनी किञ्चित् वदतु. सप्तमी विभक्ति यथा अधिकरणम् अनुयोगी इति रूपं स्वीकृत्य वयम् अत्यन्ताभावः वर्णनं कुर्मः चेत् तत्र अधिकरणम् अनुयोगिरूपः सप्तमी विभक्ते अस्ति. प्रतियोगिता प्रथमा विभक्ति अस्ति, किन्तु यत् वयम् अन्योन्याभावः इति प्रसक्तिः अस्ति चेत् यथा घटः पटः नास्ति, पटः घटः नास्ति, अत्र द्वयोः अपि प्रथमा विभक्तिः एव कार्यं करोति. अधिकरणता यदा घटः पटः नास्ति तत् पटः अधिकरणता अस्ति, अनुयोगिता अस्ति, तत् तदपि प्रथमा विभक्तिरूपमेव स्वीकरोति. हा उत्तमम् उत्तमं बहु सम्यक्. तदेव वार्ता अस्ति अस्माकम् अत्र इदानीं. स्पष्टं वा तत् भगिनी? मम अवगमनं किञ्चित् भिन्नम् अस्ति. अहं चिन्तितवती अत्यन्तभावस्तरे भूतले घटः नास्ति इति वदामः चेत् भूतलं भवति अनियोगी, तद्भवति आधार अधिकरणं, तदर्थं सप्तमी विभक्त्यां भवति. अत्र घटभेदः घटपटः नास्ति इत्युक्ते पटः अनियोगी अस्ति, परन्तु अहं चिन्तितवती कस्य अनियोगी इति प्रश्नः चेत् पटः अधिकरणता इति स्वीकुर्मः चेत् कस्य अधिकरणता इत्युक्ते अन्योन्य अभावस्य एव इति मम चिन्तनमस्ति. हा तदेव अस्ति खलु, तत् सम्यक् चिन्तनमेव. तदेव तत्र घटः पटः न इति वदामः चेत् तत्र पटः इति अनियोगी अथवा अधिकरणम् इति वदामः चेत् कस्य अधिकरणम् इत्युक्ते तत्र अन्योन्य अभावस्य एव. हा परन्तु घटः पटस्य उपरि न तिष्ठति खलु, तत्र किञ्चित् भेदः अस्ति. हा अधिकरणम् इत्युक्ते तत्र घटस्य अधिकरणम् इति न, घट अभावस्य अधिकरणम् इति एव. हा भूतले इत्युक्ते तत्रापि तत्रापि तदेव खलु, तत्रापि तत्र पश्यतु पूर्वस्मिन् पृष्ठे तत्र एकं वाक्यमस्ति अभाव अनियोगी भूतलम् इति. तत्रापि अभावस्य अधिकरणं भूतलं, तत्र द्वयोः स्थलयोः अपि अभावः इति यदस्ति अन्योन्य अभावः वा अत्यन्त अभावः वा तद् अभावस्य अधिकरणं भवति तत्र भूतलम् अत्र पटः इति, तदेव तत्र अनियोगी. हा परन्तु भूतले घटः अस्ति इत्युक्ते घटः भूतल एकक्षणं क्षम्यतां भगिनि, तत्र भूतले घटः अस्ति इति वदामः चेत् तत्र अभावस्य प्रसङ्गः एव नास्ति खलु. न क्षम्यतां, भूतले घटः नास्ति इत्युक्ते तत्र घटः भूतलम् उपरि अस्ति अपि अर्थः भवति, अत्र तु केवलं अनियोगितायाः अधिकरणता एव भवति. अनियोगितायाः अधिकरणं न, तत्र भूतले घटः नास्ति इति वदामः चेत् भूतले यदस्ति तत्र घटाभावः एव अस्ति खलु भूतले. हा तर्हि अभावस्य अधिकरणमेव तत्रापि. एवं वा? तर्हि तत्र अभावस्य अधिकरणं भूतलमस्ति, तदेव अधिकरणस्य अभाव यथा अभावविषये वदामः तत्र तस्मिन् प्रसङ्गे अधिकरणस्य अपरनाम अस्ति अनियोगी इति. तत्र भूतले घटः नास्ति इति वदामः चेत् तत्र घटाभावः भूतले अस्ति, सत्यं? तर्हि तत्र भूतलम् इति अधिकरणं, भूतलम् इति अनियोगी इत्युक्ते अधिकरण अभाव अनियोगी इत्युक्ते तत्र अभावस्य अधिकरणम् अथवा अभावस्य अनुयोगी इति भूतलं, भूतलम् इति पदस्य सप्तमी विभक्ति वाक्ये भूतले अधिकरणं भवति खलु भगिनी भूतलं. यदा घटम् अस्ति चेत् अस्मिन् प्रसङ्गे तु घटः नास्ति खलु, घटः भूतले नास्ति इति एव तत्र विषयः, घटः भूतले अस्ति इति न विषयः. तर्हि तत्र पश्यतु तत्र अत्यन्त अभावस्तरे अधिकरणम् इति यदस्ति तत् सर्वदा सप्तमीविभक्तौ एव अस्ति. किमर्थं चेत् तत्र भवति चेत् अपि यद्भवती उक्तवती तत् सत्यमेव, तत्र घटः अस्ति चेत् अपि तद् अधिकरणमेव, परन्तु यदा तदस्ति तत्र अनियोगी इति विषयः न, अधिकरणस्य तु सर्वदा सप्तमी विभक्ति एव, तत् किञ्चित् भिन्नविषयः, परन्तु इदानीम् अनियोगी इति यदा अस्माकं चर्चा अस्ति तत्र तु यद् अधिकरणम् अस्ति अभावस्य तस्य सर्वदा अत्यन्त अभावस्तरे सप्तमी विभक्ति भवति, अन्योन्य अभावस्तरे प्रथमा विभक्ति एव, यदा घटः पटः न इति वदामः चेत् तत्र घटाभावः कुत्र अस्ति, घटः पटः न इति वदामः चेत् तस्मिन् वाक्ये घटाभावः कुत्र अस्ति, पटे, पटे, तर्हि पटः एव तत्र अभावस्य अधिकरणं खलु, अथवा अभावस्य अनियोगी, हलौ अभावस्य अधिकरणम् इति स्वीकर्तव्यं वा, आमाम्, एकम् अत्यन्त अभावः चेत् सप्तमी भवति अनियोगी, अन्योन्यभावश्चेत् प्रथमा भवति, तावदेव, इदानीं स्पष्टं वा, आम् अस्तु अस्तु, सर्वैः इदानीं स्पष्टं वा, प्रश्नः अस्ति वा, अस्ति चेत् कृपया पृच्छतु, क्षम्यताम् एकः प्रश्नः अस्ति तत्र, एवं वदामश्चेत् घटः पटे नास्ति इति अस्ति चेत् तत्र अत्यन्तभावः अस्ति इति वक्तुं शक्नुमः, तत्र पटे पटशब्दस्य सप्तमी विभक्ति भवति, घटः पटः न इति अस्ति चेत् तत्र अन्योन्यभाव कारणेन तत्र पटः प्रथमविभक्त्याम् अस्ति, सत्यं सत्यम् तावदेव अस्तु, इदानीम् एतत् पर्यन्तं स्पष्टं वा, किमर्थं चेत् अग्रिमे किञ्चित् नूतनविषयः आयाति, तर्हि एतद् न स्पष्टं चेत् इदानीमेव पृच्छतु अथवा अग्रे सरामः, क्षम्यताम् एकः प्रश्नः, भेदस्थलम् इत्युक्ते तत्र किमपि पारिभाषिकशब्दः अस्ति वा, नो चेत् न, भेदः भेदः इत्युक्ते अन्योन्यभावः खलु, तर्हि तत्र अन्योन्यभावस्थले इति एव, अन्योन्यभावस्थले प्रतियोगी अनियोगी वाचकपदाभ्यां प्रथमा विभक्तिः भवति, इत्युक्ते तत्र प्रतियोगी अनियोगी द्वयोः अपि समानविभक्ति समानविभक्तिकत्वमेव तत्र, इत्येव तत्र वार्ता, धन्यवादः, अस्तु प्रश्नः अस्ति चेत् कृपया पृच्छतां, किमर्थं चेत् अहं पूर्वमपि उक्तवती खलु मुखदर्शनं तु नास्ति अत्र, तर्हि अहं न जानामि भवतः प्रश्नः अस्ति वा न वा, भवतां प्रश्नः अस्ति वा न वा इति, अस्तु तर्हि अग्रे सरामः, चिन्तयन्तु एतस्मिन् विषये, प्रश्नः अस्ति चेत् आगामिकक्षायामपि प्रष्टुं शक्नुमः, प्रायः एतत् यद् भागः अस्ति तस्य एषः भागः पुनः एकवारं पठित्वा आगच्छन्तु अग्रिमकक्षायां, प्रश्नः अस्ति चेत् इतोपि किञ्चित् अधिकं चर्चां कर्तुं शक्नुमः, अस्तु तर्हि अग्रे सरामः, इदानीं नूतनविषयः अस्ति ज्ञानम् इति, तत्र ज्ञानम् इत्युक्ते अस्तु, इदानीम् अस्माकं पुरतः पुस्तकमस्ति इति चिन्तयतु. तत्र इदं पुस्तकम् इति अथवा अयं घटः अस्ति चेत् अयं घटः इति किमपि वयं वदामः खलु, तत्र अयं घटः इति वदामः. यद् अयं घटः इति यद् वाक्यं वयं वदामः तदेव अस्ति ज्ञानमिति. ज्ञानमिति क्षणात्मकमेव. यदा वयं घटं पश्यामः तदनन्तरम् अयं घटः इति वदामः तत् तद्वाक्यमस्ति ज्ञानमिति. ज्ञानमिति कश्चन गुणः अस्ति. अस्तु, तर्हि ज्ञानं कुत्र भवति इत्युक्ते आत्मनि. आत्मनि भवति. तत्र आत्मा इत्युक्ते कीदृशपदार्थः अस्ति आत्मा? द्रव्यम्. उत्तमं, द्रव्यम् अस्ति. तत्र प्रथम पुटे एव अस्ति खलु, तत्र प्रथमपुटं पश्यामः चेत् तत्र नवद्रव्याणि सन्ति. तत्र अन्यतमा अस्ति आत्मा इति. पृथ्वी, जलं, तेजः, तेजादि अस्ति. तत्र आत्मा इति, आत्मा इति तस्य उपरि किम् अस्ति? ज्ञानं. ज्ञानम् इति. तर्हि ज्ञानम् आत्मनि अस्ति. तत्र कीदृशसम्बन्धः? समवायसम्बन्धः एव. समवायसम्बन्धः एव. उत्तमं. किमर्थं समवायसम्बन्धः? गुणगुणिनोः समवायसम्बन्धः. उत्तमं, गुणगुणिनोः समवायसम्बन्धः. तर्हि नवद्रव्येषु अन्यतमः अस्ति आत्मा इति. यथा ज्ञानं, अयं घटः इति यदा वदामः तद् ज्ञानम् अस्ति. तद् ज्ञानम् आत्मनि अस्ति खलु. तर्हि तत्र आत्मा इति पदस्य अन्यनाम अस्ति गुणि इति. यदा भवती उक्तवती गुणगुणिनोः इति, यस्मिन् यस्य वा इति गुणि इति भवति खलु तस्य. तर्हि इदानीं घटः चिन्तयतु, तत्र घटः अस्ति. अयं घटः इति ज्ञानम् अस्ति. अयं घटः इति ज्ञानम् आत्मनि अस्ति. अस्तु, तर्हि घटः इति विषयः अस्ति, अयं घटः इति ज्ञानम् अस्ति. स्पष्टम्? तर्हि घटः इति विषयः अस्ति ज्ञाने. तर्हि यदा ज्ञानमिति गुणः, आत्मा इति गुणि इति उक्तवन्तः खलु, तर्हि घटः इति विषयः, घटः इति विषयः ज्ञाने अस्ति चेत् ज्ञानं कीदृशम्? गुणि. विषयी. विषयी. उत्तमं, विषयी. तस्य प्रातिपदिकं किं भगिनि? विषयः. विषयी. ज्ञानं विषयी इति वदामः चेत् तस्य प्रातिपदिकं किम्? विषयेन. विषयेन. उत्तमं. तत्र ज्ञानमिति नपुंसकलिङ्गं खलु, तर्हि तत्र विषयी इति ईकारस्य ह्रस्व ईकारः वा दीर्घ ईकारः वा? ह्रस्वैकारः. स्त्रीलिङ्गे किं भवति रूपं? विषयिणी भवति. विषयिणी भवति. पुल्लिङ्गे? विषयी दीर्घम्. उत्तमं, गुणी इव. तत्र आत्मा गुणी इति यदा वदामः तथा. उत्तमं, तर्हि इदानीं चिन्तयतु, अस्माकं पुरतः एकं चित्रम् अस्ति. घटः इति दक्षिणाधोभागे अस्ति, वामतः अस्ति ज्ञानमिति. अस्तु, तर्हि घटः इति विषयः, ज्ञानमिति गुणे विषयी. विषयी ज्ञानमिति विषयी. तर्हि घटे किम् अस्ति? घटः इति विषयः चेत् घटे किम् अस्ति? विषयता. उत्तमं. विषयता अस्ति. ज्ञानमिति विषयी चेत् ज्ञाने विषयिता वा? विषयिता. उत्तमं. विषयिता अस्ति. स्पष्टं वा? तर्हि तत्र विषयिता विषयता मध्ये तत्र निरूपकनिरूप्यभावः अस्ति. तर्हि विषयिता विषयता कीदृशा कीदृशी इति प्रश्नः चेत् उत्तरं किं? विषयता कीदृशी? सुनील् महोदय, भवान् वक्तुं शक्नोति वा? घटनिष्ठ विषयता निरूपित न विषयता कीदृशी न तु विषयिता विषयता घटनिष्ठ विषयिता निरूपित न एकक्षणं महोदय. घटे अस्ति विषयता, ज्ञाने अस्ति विषयिता. उत्तमम्. अति उत्तमम्. एकवारं भगिनि, एकवारम् एकवारं सुनील् महोदय पुनः वदतु. ज्ञाननिष्ठविषयिता निरूपित घटनिष्ठविषयता. पुष्पा भगिनी अवगतवती वा? घटनिष्ठविषयता तद्लिखतु, नो चेत् चित्रं रचयतु. तत्र ज्ञानम् इति अधोभागे वामतः, तत् तस्य उपरि विषयिता, तथा घटः इति दक्षिणभागे, तस्य उपरि विषयता. चित्रं न रचयामः चेत् तत्र क्लेशः एव भवति. चित्रं दृश्यामि, पश्यामि. तर्हि वदतु विषयता कीदृशी इति चेत् किं भवति? यत् सुनील् महोदय उक्तवान् तदेव पुनः वदतु. विषयता, परन्तु प्रश्नः अस्ति विषयता कीदृशी. तर्हि ज्ञाने किम् अस्ति? अयं घटः इति ज्ञानम् अस्ति, ज्ञाने घटः अस्ति, तत् सत्यमेव. परन्तु अस्माकं चित्रे तत्र ज्ञाने किम् अस्ति? ज्ञानम् इति विषयी खलु. तस्मिन् किम् अस्ति? तस्मिन् विषयिता. विषयिता अस्ति. विषयिता, विषयी, विषयिता, विषये विषयता खलु. विषयिणी विषयिता, विषये विषयता. विषयिणी विषयिता. तर्हि ज्ञानम् इति विषयी, तस्मिन् अस्ति विषयिता. घटः इति विषयः, तस्मिन् अस्ति विषयता. विषयिता नाट्यता. हा, ज्ञाने विषयिता, घटे विषयता. अस्तु. तर्हि सुमलता भगिनी, इदानीं भवती वदतु, विषयिता कीदृशी इत्युक्ते किम्? उत्तरं किं स्यात्? विषयिता घटनिष्ठ विषयता निरूपित ज्ञाननिष्ठ विषयिता उत्तमम् अति उत्तमम् इति अस्ति खलु. एतत्तु वयं बहुवारं कृतवन्तः एव, तदेव अत्र किञ्चित् नूतनशब्दः अस्ति, परन्तु एतावत् वाक्यरचनं तु वयं बहुवारं कृतवन्तः. यदा वयं यज्ञदत्तः आसनम् इति विषये दृष्टवन्तः, तथापि तदेव कृतवन्तः खलु. यज्ञदत्तः इति आदेयः, आसनम् इति अधिकरणं. तत्र तस्मिन् उदाहरणे पश्यामः चेत् तत्र आधारः कः आदेयः कः इति निश्चितमस्ति. यज्ञदत्तः इति सर्वदा आदेयः अस्ति, आसन्दः आसनम् इति सर्वदा अधिकरणम् आधारः. तत्र सामान्यस्थितिः तत्र अस्ति खलु, तत्र सुदृढमस्ति यद् अधिकरणम् इति, यद् यः आदेयः इति. परन्तु केषुचित् स्थलेषु तथा नास्ति. यथा वयं घटः आकाशः इति पश्यामः चेत् घटे आकाशः अस्ति, आकाशे घटः अपि. सत्यं खलु? तर्हि तत्र किमर्थं चेत् तत्र घटं पश्यामः चेत् घटस्य अन्ते तत्र आकाशः अस्ति एव. घटः आकाशे एव अस्ति. किमर्थं चेत् आकाशः तु सर्वव्यापी अस्ति खलु. तर्हि तत्र कः आधारः, कः किम् अधिकरणम्, अथवा कः आधारः, कः आदेयः इति निश्चितरूपेण वक्तुं न शक्नुमः. सत्यम्? तत्र तादृशसम्बन्धः अस्ति वृत्ति अनियामकसम्बन्धः इति. वृत्ति इत्युक्ते तत्र आदेयः इति अर्थः. वृत्ति इति अपि तत्र वृत्तिः इति पारिभाषिकशब्दः अस्ति न्यायशास्त्रे. संस्कृतभाषायां तु बहवः अर्थाः सन्ति, परन्तु न्यायशास्त्रे तु वृत्तिः इत्युक्ते आदेयः इत्येव अर्थः. तर्हि तादृशसम्बन्धः यत्र तत्र यत्र आधार आदेयः निश्चितं नास्ति, नियमितं नास्ति, तादृशसम्बन्धः अस्ति वृत्ति अनियामकसम्बन्धः इति. वृत्ति अनियामिक अनियामक अनियामक वृत्ति अनियामकसम्बन्धः इति. यथा वयम् अस्माकम् उदाहरणं पश्यामः चेत् घटज्ञानम् इति खलु, तत्रापि अत्रापि तथा एव भवति. किमर्थं चेत् तत्र अयं घटः इति ज्ञाने घटः इति विषयः अस्ति. घटे अयं घटः इति ज्ञानमस्ति खलु. तर्हि तत्र विषयः विषयिणी अस्ति, विषयी विषये अस्ति. इत्युक्ते तत्र घटः इति विषयः, ज्ञानम् इति विषयिणी अस्ति. ज्ञानम् इति विषयी तत्र ज्ञाने विषयिणी अस्ति, तथैव ज्ञानम् इति विषयी घटे विषये अस्ति. उभयत्र अस्ति तादृशसम्बन्धः. तादृश यथा घट आकाशयोः मध्ये अस्ति, तथा अस्ति विषयविषयिणोः मध्ये अपि. तादृशसम्बन्धः अस्ति वृत्ति अनियामकसम्बन्धः इति. तर्हि तत्र चिन्तयतु, अस्माकं पुरातन उदाहरणम् आसीत् खलु, पुत्रः पिता इति अस्ति चेत् पुत्रे पुत्रत्वम् इति भावः अस्ति. पितरी पितृत्वम् इति भावः अस्ति. लोके तु बहवः पुत्राः सन्ति, बहूनि बहवः पिता पितरः अपि खलु. तर्हि तत्र कस्य पुत्रस्य पिता इति कथं वक्तुं शक्नुमः खलु. तत्र पिता अस्ति चेत् सः तु सर्वेषां पुत्राणां पिता इति नास्ति खलु. एकस्य वा स्वस्य पुत्रस्य एव पिता अस्ति सः. तथैव तत्र स्वस्य पितुः एव पुत्रः भवति. तर्हि तत्र स्वनिरूपितसम्बन्धः इति किमपि अस्ति. तर्हि तत्र पुत्रः स्वनिरूपितपुत्रत्वसम्बन्धेन पिता कः इति वयं ज्ञातुं शक्नुमः. तथैव स्वनिरूपितपितृत्वसम्बन्धेन पिता कः इति अपि वयं ज्ञातुं शक्नुमः. तथैव अत्र पश्यामः चेत् घटे यत् विषयता अस्ति तत्र विषयतासम्बन्धेन घटः ज्ञाने वर्तते. तथैव ज्ञानं विषयितासम्बन्धेन घटे वर्तते. अस्तु, अयं घटः इति ज्ञानं विषयतासम्बन्धेन घटे विषये वर्तते. तथैव घटः इति यद्विषयः अस्ति विषयितासम्बन्धेन ज्ञाने, इत्युक्ते अयं घटः इति यद् ज्ञानम् अस्ति तस्मिन् वर्तते. तर्हि तादृशसम्बन्धः नास्ति चेत् यद् ज्ञानम् अस्ति कीदृशं ज्ञानम् इति न वक्तुं शक्नुमः खलु. इति विषयः अस्ति. तदेव अग्रे किञ्चित् पठामः. प्रायः कीदृशसम्बन्धः भगिनि, पुनः वदतु भगिनि. तत् सम्बन्धः कीदृशसम्बन्धः? ज्ञानः विषयतासम्बन्धः, विषयतासम्बन्धः विषयितासम्बन्धः इति सम्बन्धद्वयम् अस्ति अत्र. एतत् सर्वम् आगच्छति अग्रे. तदहं तत्र किञ्चित् किं वदामि, परिचय रूपेण किञ्चित् उक्तवती. अग्रे पठित्वा इतोपि अधिकम् अवगमनं भवेत्. अस्तु, तर्हि अपर्णा भगिनी भवती एव आरम्भं करोति वा. आम् भगिनि. ज्ञानं तद्विषयता च, विवरणसौकर्याय विषयता विषयिता चेति द्वौ सम्बन्धौ निरूप्यते. तत्र गुणविभागे बुद्धिः ज्ञानमिति वा गुणः सङ्ग्रहे वक्ष्यते. अयं च सर्वव्यवहाराणां कारणमिति चोच्य उच्यते. कथं? येन कदाचिदपि गौः केनापि प्रमाणेन न ज्ञाता न सः गाम् आनय इत्यादि व्यवहारसमर्थः वक्तुं समर्थः. एवं सर्वत्र अत्र पूर्वं वयं दृष्टवन्तः यत् ज्ञानं मनसि आत्मनि भवति. अत्र गुणि द्रव्यं, बुद्धिः गुणविभागे अस्ति. अत्र सूत्रम् अस्ति भगिनी, एकः सूत्रं यत् गुणे बुद्धिः बुद्धिः एकः गुणः इति अस्ति. तत्र ज्ञानं सर्वव्यवहाराणां कारणं, यथा वयं एक प्रमाणं नास्ति चेत् अयं घटः अथवा अयं पुस्तकः इति ज्ञानं न भवति चेत् केनापि प्रमाणेन वयं व्यवहारसमर्थः न भवामः. यथा एतद् पुस्तकम् आनय अथवा गाम् आनय इत्यादि व्यवहारसमर्थः ज्ञानं विना न भवति इति एतस्य. अतः अस्ति ज्ञानापेक्षा. किञ्च एकक्षणं भगिनि, क्षम्यताम् एकक्षणं. तत्र गुणविभागे इत्युक्ते तत्र अस्माकं पुस्तके तर्कसङ्ग्रहे तत्र अग्रे आगच्छति गुणविभागः इति. तत्र बुद्धिः इति यद्गुणः अस्ति तदेव तत्र ज्ञानम् इत्यपि वक्तुं शक्नुमः. तर्हि तत्र ज्ञानमिति एकः गुणः अस्ति. तत् ज्ञानं विहाय यथा भवती उक्तवती एव तत्र बहु सम्यक्तया उक्तवती, तत्र व्यवहारसमर्थाः न भवामः वयं. तत्र किमपि वस्तु अस्ति चेत् तत् किम् इति ज्ञानं नास्ति चेत् तत् उपयुज्य किमपि कर्तुं न शक्नुमः खलु, तत् वक्तुमपि न शक्नुमः. तर्हि तत्र ज्ञानस्य आवश्यकता अस्ति इत्येव तत्र विषयः. अग्रे पठामि वा भगिनि? एक अन्य कोऽपि सुनील महोदय, भवान् पठति वा? अहं पठामि. अतः अस्ति ज्ञानापेक्षा, किञ्च यः कश्चित् घटं जानाति न सः तदा पटं मठं वा जानाति. एवं यदा पटं जानाति न तदा घटं मठं वा. एवम् अन्यत्रापि, अन्यथा एकेन ज्ञानेन सर्वे अपि पदार्थाः ज्ञाताः इति सः सर्वज्ञ एव स्यात्. अत्र ज्ञानस्य आवश्यकता अस्ति, परन्तु यः घटं जानाति सः प्रायः पटं वा मठं वा न जानाति. तद् ज्ञानस्य आवश्यकता अस्ति तद् ज्ञातुं घटम् इति. तादृशं यदा पटं जानाति तदा घटं वा मठं वा इति ज्ञानस्य ज्ञानमस्ति चेत् एव वक्तुं समर्थः भवति. इत्युक्ते तत्र यथा तत्र अयं घटः इति ज्ञानम् अस्ति खलु, तत् ज्ञाने केवलं घटः इति विषयः अस्ति, अन्य कोऽपि विषयः नास्ति. तर्हि तत्र अयं घटः इति ज्ञानम् अस्ति चेत् तत्र केवलम्, अथवा अयं पटः इति ज्ञानम् अस्ति चेत् तत्र पटविषये एव ज्ञानम् अस्ति, न तु घटविषये वा मठविषये वा इति अन्यविषये ज्ञानं नास्ति. किमर्थं चेत् तत्र तदर्थमेव तत्र विषयतासम्बन्धः विषयितासम्बन्धः इति वयम् उक्तवन्तः खलु. तत्र यद्विषयः अस्ति तस्मिन्नेव विषये ज्ञानं भवति. तथा नास्ति चेत् किं भवति, तत्र समस्या का उत्पद्यति तथा नास्ति चेत्? तद् पठं वा मठं वा इति तद् वक्तुं सत्यं सत्यं, परन्तु तथा नास्ति चेत् इत्युक्ते तत्र ज्ञाने विषयः नास्ति चेत्, तत्र ज्ञाने तत्र घटः इति विषयः नास्ति चेत् तत्र कीदृशी समस्या उत्पद्यति? सर्वमपि एकं वस्तु इति तादृशं स वदति. हा उत्तमं, तदेव तत्र तथा नास्ति चेत् किं भवति इत्युक्ते तत्र एकवस्तु एकमेव वस्तु ज्ञास्यामः चेत् सर्वज्ञः भवितुं शक्नुमः खलु, तत्र तादृश विभागः नास्ति चेत्. एकमेव वस्तु ज्ञात्वा सर्वज्ञः इति भवितुं शक्नुमः, परन्तु आनुभविकं तु तथा नास्ति खलु. तत्र घटविषये ज्ञानम् अस्ति चेत् केवलं घटविषये अस्ति, न तु पटविषये वा पुस्तकविषये वा अन्यविषये वा. इति तत्र समस्या भवति तथा नास्ति चेत्. उत्तमं, रामकार्तिक् महोदय भवान् पठति वा अग्रे? एवञ्च यदा यस्य पदार्थस्य ज्ञानं तदा सः एव पदार्थः ज्ञातः नान्यः इति व्यवस्थासिद्धये ज्ञानस्य एवं घटपटादीनां कश्चित् सम्बन्धः कल्प्यः स एव च विषयतासम्बन्धः घटज्ञानकाले यद्यपि घटो वर्तते पटोऽपि वर्तते परन्तु ज्ञानस्य विषयतासम्बन्धः घटेन सह एव वर्तते न पटेन सह इति वदन्ति च जनाः चन्द्रमसं पश्यामि अहं न अरुन्धतीम् इति तत्र यदा इदानीमेव वयं उक्तवन्तः एकमेव तत्र पदार्थस्य ज्ञानं ज्ञानं भवति चेत् अन्यपदार्थं न जानीमः तत्र इत्युक्ते घट ज्ञानमस्ति चेत् घटज्ञानम् एव भवति न तु पटज्ञानं तत्र यदि वयं एक तत्र घटः अस्ति पटः अपि अस्ति चेत् तत्र वयं घटं जानीमः चेत् तत्र विषयतासम्बन्धः वर्तते घट विषये न तु पटविषये तर्हि तत्र उदाहरणं दत्तमस्ति जनाः वदन्ति चन्द्रमसं पश्यामि न अरुन्धतीम् इति तर्हि इदानीं तत्र विषयता घटः इति विषयः खलु तस्मिन् अस्ति विषयता इति तर्हि विषय तत्र घटः पटः इति पार्श्वे अस्ति चेदपि पार्श्वे स्थितः अस्ति चेदपि घटस्य पार्श्वे एव पटः अस्ति चेदपि तत्र यथा वयं घटज्ञानं प्राप्नुमः तर्हि तत्र विषयतासम्बन्धः इति केवलं घटेन एव अस्ति न तु पटेन तर्हि केवलं घटस्य ज्ञानमेव भवति न तु पटस्य तर्हि यदा जनाः वदन्ति तत्र चन्द्रमसं पश्यामि इति तत्र चन्द्रमसं पश्यामि इति ज्ञानमस्ति खलु तत्र यथा अयं घटः इति ज्ञानमस्ति तथा चन्द्रमसं पश्यामि इति ज्ञानमस्ति तर्हि केवलं चन्द्रमसम् इत्युक्ते चन्द्रमा एव तस्य चन्द्रमसम् इति चन्द्रस्य ज्ञानं भवति न तु अरुन्धति इति नक्षत्रः अस्ति तदपि आकाशे अस्ति परन्तु अरुन्धति इति नक्षत्रस्य ज्ञानं तत्र न केवलं चन्द्रस्य एव इत्युक्ते यदा वयं यदा तत्र पार्श्वे स्थितः अस्ति चेदपि यस्य ज्ञानं यः विषयः अस्ति तस्य ज्ञानमेव प्राप्नुमः न तु अन्यस्य इति एव तदेव अस्ति तत्र विषयतासम्बन्धः इति विषयः यदस्ति तस्मिन् अस्ति विषयता तादृशसम्बन्धेन केवलं तस्य ज्ञानमेव वयं प्राप्नुमः स्पष्टं वा अस्तु तर्हि रामप्रिया भगिनी अन्तिमपरिच्छेदः पठति वा आं भगिनि तथा च ज्ञानस्य पदार्थेन यः सम्बन्धः सः विषयता ज्ञानस्य घटः विषयः अतः घटे विषयता अयमेव च सम्बन्धः वैपरीत्येन विचारे विषयः अस्य अस्ति इति विषयी ज्ञानं ज्ञाने विषयिता तर्हि घटस्य ज्ञानेन यः सम्बन्धः सः विषयितासम्बन्धः ज्ञानस्य तथा ज्ञानस्य पदार्थेन यः सम्बन्धः भवति सः विषयता ज्ञानस्य घटस्य वा यः सम्बन्धः भवति सः विषयथा विषयः अस्ति घटः घटे विषयथा अस्ति घटः विषयः घटे विषयथा अस्ति सः एव सम्बन्धः अपि अस्ति घटे किमर्थं विषयता अस्ति घटे घटः विषयः तदर्थं घटे विषयथा अस्ति उत्तमम् विपरीतविचारे विषयः अस्य अस्ति इति विषयी ज्ञानं ज्ञानं विषयी अस्ति ज्ञाने विषयिता अस्ति किमर्थं ज्ञानं विषयी अस्ति किं ज्ञानम् इति तस्य पदार्थः क्षम्यतां गुणः ज्ञानमिति गुणः सत्यं किमर्थं ज्ञानं विषयी इति वदामः ज्ञाने विषयः अस्ति सत्यं ज्ञाने विषयः अस्ति इति यथा द्रव्यं तत्र गुणगुणिनोः गुणी इति वदामः खलु किमर्थं चेत् द्रव्यं द्रव्ये गुणः अस्ति इति द्रव्यम् इत्युक्ते गुणी इति अपि अपरनाम अस्ति तथैव तत्र ज्ञानं ज्ञाने विषयः अस्ति इति ज्ञानस्य अपरनाम अस्ति विषयी इति विषयी ज्ञाने विषयिता अस्ति यथा विषये विषयता तथा विषयिणी विषयिता विषयिणी विषयिता तर्हि घटस्य ज्ञानेन यः सम्बन्धः सः विषयिता सम्बन्धः इति उक्तम् यथा विषयता सम्बन्धः अस्ति तत्र ज्ञानस्य पदार्थेन सह इत्युक्ते ज्ञानस्य घटेन सह यः सम्बन्धः आसीत् तदासीत् विषयता सम्बन्धः इदानीं विषयस्य इत्युक्ते घटस्य विषयिणः इत्युक्ते विषयिणा इत्युक्ते ज्ञानेन सह यः सम्बन्धः अस्ति सः अस्ति विषयिता सम्बन्धः इति भगिनी एकः प्रश्नः वैपरीत्येन विचारः इत्युक्ते किम् विपरीतम् इति पदस्य भावः अस्ति वैपरीत इति तद्धितान्तपदम् अस्तु तर्हि प्रश्नः नास्ति चेत् अद्य अत्र स्थगयामः एतत् पुनः एकवारं पठित्वा अग्रिमसप्ताहं प्रश्नः अस्ति चेत् कृपया पृच्छतु तर्हि धन्यवादः धन्यवादः नमस्ते भगिनि.